गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदि विश्वेशं विदाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम् हेत्वाभासस्य चिन्तनं पुनर्चिन्तनं जायमानमस्ति तत्र गते वर्गे पर्वतः वन्यमान् प्रमेयत्वात् यथा महानसम् इति उदाहरणम् अस्माभिः दृष्टम् अपि च तत्र सप्तमसोपाने किमर्थं हेतुः अन्वयव्यतिरेकी अथवा केवलान्वयी अथवा केवलव्यतिरेकी इति चिन्तनीयम् इति चेत् यदि हेतुः केवलान्वयी एव भवति तर्हि तत्र अन्वयसहचारः एव भवति व्यतिरेकसहचारः न भवत्येव अपि च व्यतिरेकव्यभिचारः न भवेत् इति चेत् तत्र केवलान्वयी इति भवति तर्हि अन्वयसहचारः व्यतिरेकसहचारः नो चेत् उभयमपि भवेद्वा एकस्य हेतोः इति चिन्तनार्थं हेतुः कीदृशी हेतुः कीदृशः इति चिन्तनीयं भवति भवतु अस्तु तर्हि इदानीम् अग्रिमं पर्वशब्दः अनित्यः शब्दत्वात् इति तत्र स्थापयामि अस्तु स्थापितमस्ति शब्दः अनित्यः शब्दत्वात् सत्यभौम भगिनी आरब्धं करोति वा आं महोदय शब्दः उदाहरणवाक्यमस्ति शब्दः अनित्यः शब्दत्वात् शब्दः अनित्यः शब्दत्वात् शब्दत्वम् उदाहरणं यथा शब्दत्वं केवलशब्दमात्रवृत्ति उदाहरणं नास्ति खलु महोदय अन्यत् पक्षं नास्ति इत्युक्ते पक्ष अतिरिक्त उदाहरणं नास्ति नास्ति इति कृत्वा एषः हेतुः कीदृशी अस्ति एषः हेतुः कीदृशः अस्ति पक्षमात्रवृत्तित्वमस्ति हेतोः हा इति कृत्वा कीदृशहेतुः केवल अन्वयहेतुः इति वा हा केवल अन्वय केवलव्यतिरेकी खलु यत्र यत्र केवलव्यतिरेकी पक्ष अतिरिक्त उदाहरणं न लब्धं नास्ति ओके केवलव्यतिरेकी तर्हि तत्र केवलम् अत्र किन्तु उदाहरणं वक्तव्यमेव उदाहरणं न उक्तं चेत् अत्र अनुमानमेव न सिद्ध्यति इति कृत्वा यथा अकारः इति अहं लिखामि अकारः अ इति शब्दः अस्ति खलु यथा अकारः अस्तु तर्हि इदानीं वदतु इदानीं पक्षः शब्दः पक्षः अनित्यत्वं साध्यः साध्यं शब्दत्वं हेतुः सत्यं पक्षसाध्यहेतुः कः इति वक्तव्यं तदनन्तरं पक्षः प्रसिद्धः किम् आं शब्दः प्रसिद्धः श्रोत्रेन्द्रियेण ज्ञातुं शक्यते आं चेत् अनुमिति बहु भवितुम् अर्हति साध्यं प्रसिद्धं किम् अनित्यत्वं प्रसिद्धमेव अनित्यत्वम् अनुमानेन एव ज्ञातुं शक्यते अनित्यत्वं केन प्रमाणेन अनुमानेन न अनित्यत्वं प्रत्यक्षेन न ज्ञातुं शक्यते खलु प्रत्यक्षेन न ज्ञातुं शक्यते अनुमानेन एव सत्यं सत्यम् उत्तमम् इत्युक्ते केवलम् अत्र चिन्तनार्थम् अत्र चक्षुषा किं गृहीतुं शक्यते रूपम् अपि च तस्य अधि तस्य द्रव्यं यस्मिन् अपि च जातिः त्रयमेव चक्षुषा गृहीतुं शक्यते अनित्यत्वम् इति एतेषु नास्ति इति कृत्वा चक्षुषा श्रोत्रेन्द्रियेण त्वचा वागिन्द्रियेण नासिकया न गृहीतुं शक्यते इति कृत्वा प्रत्यक्षेण अनित्यत्वं न वक्तुं शक्यते. अतः अत्र अनुमानेन एव वक्तव्यमस्ति. तत्र किम् अनुमानमिति अनन्तरं पश्येम. भवतु तर्हि, किन्तु अनित्यत्वम् इति साध्यं प्रसिद्धमेव. यदि घटः अस्ति, घटस्य नाशनं भवति, तर्हि तत् अनित्य इति ज्ञातुं शक्यते खलु प्रत्यक्षेण. इदानीं घटः अस्ति, इदानीं घटः घटस्य नाशनं भवति, तर्हि तत् अनित्यः इति वक्तुं शक्यते प्रत्यक्षेण. हा, तर्हि अत्र पश्यतु, ज्ञानद्वयमस्ति. पूर्वं घटम् आसीत् इति ज्ञानम्, इदानीं तस्य नाशः जातः इति ज्ञानद्वयेन अत्र घटः अनित्यः इति अस्माभिः निश्चितम्. अनित्यत्वम् इति धर्मः साक्षात् द्रष्टुं शक्यते वा यथा रूपं? न द्रष्टुं शक्यते. हा, इति कृत्वा मया अनुमानेन इति उक्तम्. अस्तु, अग्रे भवता निरूपितं. भवता निरूपितम् इदानीं कथम्? अस्तु, अग्रे. पच्छधर्मदा खेदौ अस्ति वा इति तस्मात् पूर्वं पञ्चमप्रश्न. पच्छे साध्यं भवितुम् अर्हति वा केन प्रमाणेन? पच्छः शब्दः साध्यम् अनित्यः, अनित्यत्वं शब्दे अस्ति, शब्दः अनित्यः एव. न इदानीं शब्दः अनित्यः एव इति मा वदतु. यदि शब्दः अनित्यः इति वदति तर्हि किमर्थम् अनुमानं करणीयम्? ओके, भवितुम् अर्हति इति साधनीयं खलु. भवितुम् अर्हति अस्ति. हा, इत्युक्ते शब्दः इति कश्चन शब्दः गुणः अस्ति खलु, नैयायिकानां मतानुसारं गुणः अस्ति. अस्ति, तस्मिन् अनित्यत्वं भवितुम् अर्हति. इत्युक्ते अत्र न भवि, वस्तुतः अनित्यत्वम् इति अनुमानेनैव ज्ञायते इति कृत्वा अनित्यत्वं शब्दे न भवितुमर्हति वा इति वस्तुतः चिन्तनीयम्. इत्युक्ते न भवितुमर्हति चेत् अन्येन केनापि प्रमाणेन. तर्हि अत्र प्रश्नः किञ्चित् परिवर्तनीयमस्ति. इत्युक्ते पक्षे साध्यं भवितुम् अर्हति वा? अत्र शब्दे अनित्यत्वं भवितुम् अर्हति इति प्रायः न चिन्तनीयं. पक्षे साध्यं साध्याभावः, साध्य अभावः भवितुम् अर्हति वा इति चिन्तनीयं वस्तुतः खलु. आम् आम्, प्रतिबन्धकं. हा, प्रतिबन्धकं किमपि अस्ति वा? यथा अग्निः अनुष्णः इति उक्तः, बन्धिः अनुष्णः, तर्हि अनुष्णत्वं वह्नौ न भवितुम् अर्हति इति केन प्रमाणेन ज्ञातम्? प्रत्यक्षप्रमाणेन ज्ञातम्. उष्णत्वं वह्नौ अस्ति इत्युक्ते साध्य अभावः पक्षे अस्ति वा? हा, पक्षे अस्ति वा इति चिन्तनीयम्. साध्यं पक्षे अस्ति वा इति अनुक्त्वा, अस्तु अहं किं करोमि, अत्र द्वितीयप्रश्नमपि साधयामि. पक्षे साध्य अभावः भवति किम् इति अपि प्रश्नं स्थापयामि. इत्युक्ते प्रश्नद्वयमत्र स्थापितमस्ति. पक्षे साध्यं भवितुमर्हति वा? अत्र वह्नौ अनुष्णत्वं भवितुम् अर्हति वा इति निर्णेतुं प्रमाणं नास्ति. वस्तुतः वह्नौ अनुष्णत्वं न भवितुम् अर्हति, साध्य अभावः, अनुष्णत्वाभावः भवितुम् अर्हति इति केन इति केनचित् प्रमाणेन ज्ञातं खलु. इति कृत्वा अस्तु, तर्हि परिवर्तयिष्यामि. पक्षे साध्य अभावः भवति किम्? केन प्रमाणेन? पक्षे शब्दे साध्यभावः, अनित्यत्वाभावः. न, तर्हि अत्र नो चेत् आं चेत् इति न लिखनीयं. नो चेत् अनुमितिः सिद्धा. यदि पक्षे साध्याबालः भवितुम् अर्हति. अस्तु, अत्र किञ्चित् चिन्तनीयमस्ति. इत्युक्ते इदानीं पर्वतः वह्निमान् धूमात् इत्यत्र पक्षः पर्वतः, वह्निः इति साध्यम्, साध्य अभावः अपि पक्षे भवितुमर्हति खलु? कुत्रचित् भवेत्, कुत्रचित् भवितुमर्हति. यस्मिन् पर्वते अग्निः नास्ति तत्र साध्य अभावः वह्नौ भवितुमर्हति. तर्हि यदि साध्याभावः भवितुम् अर्हति चेत् तत्र किञ्चित् परिवर्तनीयमस्ति प्रश्नः. पक्षे साध्याभावः सर्वदा इति प्रश्नः, इत्युक्ते सर्वदा इति अपि योजनीयम्. पक्षे साध्याभावः सर्वदा भवति किम्? केन प्रमाणेन इति वदामश्चेत्, अनुष्णत्वं वह्नौ सर्वदा भवति वा? आम्, भवति एव. न, अनुष्णत्व अभावः, अनुष्णत्व अभावः सर्वदा भवति वा? आम्, भवत्येव. कथं? प्रत्यक्षप्रमाणेन. प्रत्यक्षप्रमाणेन इति चेत् तत्र अनुमितिः न सिद्धा, नो चेत् अनुमितिः सिद्धा. अस्तु, तर्हि इदानीं चिन्तयतु, पक्षे साध्य अभावः सर्वदा भवति किम्? शब्दे अनित्यत्व अभावः सर्वदा भवति वा चेत् भवति किम्? केन प्रमाणेन? अनित्यत्व अभावः नित्यत्वं शब्दे सर्वदा भवति वा? न भवति. नो चेत् प्रत्यक्षप्रमाणेन ज्ञातुं शक्यते. शब्दः नित्यः इति केनापि प्रमाणेन न ज्ञातं खलु? न ज्ञातम् इति कृत्वा नो चेत् अनुमितिः सिद्धा. पक्षे शब्दे अनित्यत्व अभावः नित्यत्वम्, अत्र यानि द्रव्याणि नित्यानि सन्ति ते सर्वे अनुमानेन एव साधितानि नैयायिकानां मतानुसारं. परमाणवः नित्याः, परमाणवः तु प्रत्यक्षेन न गृहीतुं शक्यते. तत्र लाघवार्थं परमाणवः नित्याः इति तैः स्वीकृतम्. एवम् आकाशः, तदनन्तरम् आकाशम् आरभ्य अत्र पञ्च द्रव्याणि सन्ति खलु, तेषां नित्यत्वमपि अनुमानेनैव साधितम् इति कृत्वा. अस्तु, तर्हि समीचीनतया तर्हि प्रश्नः परिवर्तितः अस्ति. साध्य पक्षे साध्य अभावः सर्वदा भवति किम्? केन प्रमाणेन इति चेत् तत्र शब्दः नित्यः इति वक्तुं प्रमाणं नास्ति इति कृत्वा शब्दः अनित्यः इति भवितुमर्हति. अतः अनुमितिः सिद्धा. अस्तु, अग्रे. पक्षधर्मदा हेतौ अस्ति किं? पक्षधर्मदा शब्दे शब्दत्वम् अस्ति. सिद्धा. इदानीं व्याप्तिपरिशीलनं करणीयम्. अत्र हेतुः कीदृश हेतुः अस्ति? केवलव्यतिरेकी हेतुः इति उक्तम्. तर्हि अन्वयसहचारः तत्र भवितुमर्हति किम्? न भवितुमर्हति. अस्तु, तर्हि इदानीं केवलव्यतिरेकसहचारः भवति वा इति चिन्तयतु. यत्र यत्र अनित्यत्व अभावः तत्र तत्र शब्दत्व अभावः. अत्र वीप्सा मा करोतु. यत्र यत्र साध्य अभावः तत्र हेतुभावः. यत्र साध्यम् अस्ति यत्र साध्य अभावः, यत्र अनित्यत्व अभावः नित्यत्वं तत्र शब्दत्व अभावः. यदा कालः न तु गगनम्. यत्किमपि वक्तुं शक्यते खलु, किन्तु गगनं न वक्तुं शक्यते. गगनं न वक्तुं शक्यते खलु, तद् आशयभूत गगने शब्दः गुण गगनस्य गुणः अस्ति खलु शब्दम्. अनेन किं वक्तुं शक्यते वा तस्य यत्र साध्याभावः यत्र अनित्यत्वाभावः यत्र नित्यत्वं तत्र शब्दत्वाभावः गगने शब्दत्वमस्ति वा शब्दत्वं नास्ति किन्तु तस्य गुणः अस्ति खलु तादृशं न भवति शब्दत्वं केवलं शब्दे एव अस्ति शब्दत्वं शब्दः गगने अस्ति न तु शब्दत्वं शब्दः गगने अस्ति न तु शब्दत्वम् अस्तु तर्हि व्यतिरेकसहचारः जातः अस्तु अग्रे इदानीं व्यतिरेकव्यभिचारः भवति वा व्यतिरेकव्यभिचारः तत्र पूर्वं व्याप्तिव्यभिचारः इति मया लिखितमासीत् तत् परिवर्त्य व्यतिरेकव्यभिचारः इति एव लिखितम् इत्युक्ते यत्र साध्याभावः तत्र हेतुः यद्यपि उभयमपि समानं किन्तु व्यतिरेकव्यभिचारः भवति चेत् अत्र व्याप्तिः न सिद्धा इति भवति यत्र शब्दत्व अभावः तत्र अनित्यत्वम् इति तत् घटपटादिषु अस्ति शब्दत्व अभावः यत्र घटत्व अभावः तत्र अनित्यत्वम् क्षम्यतां शब्दत्व अभावः तत्र व्यतिरेकव्यभिचारः खलु तत्र पठतु भगिनी एकवारं भगिनी अत्र 7.3 एकवारं पठतु यत्र साध्याभावः तत्र हेतुः हा तर्हि इदानीं वदतु यत्र साध्याभावः यत्र अनित्यत्व अभावः अनित्यत्व अभावः खलु भवती प्रथमं घटत्व अभावः इति उक्तवती तदनन्तरं शब्दत्व अभावः इति उक्तवती यत्र अनित्यत्व अभावः तत्र शब्दत्वं यथा अनित्यत्व अभावः नित्यत्वं तत्र तादृशं नास्ति खलु महोदय उदाहरणं न भवति अनित्यत्व अभावः नित्यत्वम् अस्ति तत्र नित्यवस्तूनि शब्दं नास्ति तर्हि उदाहरणं न भवेत् उदाहरणं नास्ति चेत् व्यतिरेकव्यभिचारः अस्ति वा व्यतिरेकव्यभिचारः अपि नास्ति आं चेत् न व्याप्तिसिद्धा इति दत्तमस्ति न भव ओके व्याप्तिसिद्धा एव ओके तर्हि अत्र हेत्वाभासत्वं कथं वक्तुं शक्यते इदानीं सर्वं सिद्धं खलु अनुमितिः सिद्धा भवितुमर्हति पक्षधर्मता अपि सिद्धा व्याप्तिः अपि सिद्धा तर्हि अत्र हेत्वाभासः कः पक्षमात्रवृत्तित्वमेव दोषः खलु अस्मिन् सव्यविचारः असाधारणः इत्यत्र साध्यसामानाधिकरण्यम् अन्यत्र नास्ति इति सर्वसपक्षविपक्षव्यावृत्तः पक्षमात्रवृत्तिः इति चेत् अत्र अनुमानं न वक्तुं शक्यते इति उक्तं तर्हि इदानीं केवलान्वयी अनुमादात् कः भेदः इत्यतः एव तत्र मया रक्तवर्णे स्थापितमस्ति अस्मिन् करपत्रे केवलान्वयी अनुमानात् कः भेदः सव्यभिचारः असाधारणः इत्यस्य केवलान्वयी उदाहरणं वदतु केवलान्वयी घटः अभिधेयः घटः अभिधेयः प्रमेयत्वात् यथा पटः यथा पटः तर्हि अत्र प्रमेयत्वं कुत्र इदानीं घटः प्रमेयत्वं तु केवलं घटे नास्ति खलु, पटे अपि अस्ति, सर्वत्र अस्ति, सर्वत्र अस्ति, केवल अन्ये हा। तर्हि केवलान्वयी अनुमानात् कः भेदः इति चेत्, केवलान्वयी अनुमानस्थले तत्र इदानीं प्रमेयत्वम् इति सद्धेतुः अस्ति, घटः अभिधेयः प्रमेयत्वात्, यथा पटः इत्यत्र प्रमेयत्वम् इति हेतुः केवलं घटे नास्ति, पटे अपि अस्ति, सर्वत्र अस्ति, भिन्नभिन्नपदार्थेषु प्रमेयत्वमस्ति अपि च अभिधेयत्वमपि अस्ति। किन्तु अस्मिन् उदाहरणे शब्दः अनित्यः शब्दत्वात् इत्यत्र शब्दत्वम् इति हेतुः केवलं पक्षे एव भवति इति कृत्वा अत्र हेत्वाभासः अस्ति, सर्वसप्रति सपक्षविपक्षव्यावृत्तः पक्षमात्रवृत्तिः। तर्हि तत्र इतोपि अनुमानपरिशीलनक्रमे इतोपि एकं सोपानं योजनीयमस्ति। किम् अत्र पुस्तके किं दत्तमस्ति, अनित्यत्वसामानाधिकरण्य अभाववत् इति दोषः, तदनन्तरं चिन्तयेम। इत्युक्ते इदानीं यानि सोपानानि अस्माभिः योजितानि तत्र इदानीं हेत्वाभासः न निरूपितः खलु, न इत्युक्ते अनुमितिः सिद्धा भवति, पक्षधर्मता अपि सिद्धा, व्याप्तिः अपि सिद्धा। इदानीमत्र हेतुः केवलव्यतिरेकी अस्ति इति कृत्वा, अस्तु अत्र अन्वयसहचारे अपि चिन्तयतु एकवारं, यत्र यत्र हेतुः, यत्र यत्र हेतुः, यत्र हेतुः, यत्र शब्दत्वं तत्र अनित्यत्वं, यथा इति न वक्तुं शक्यते, तदेव चिन्तयामि, अन्यत्र यत्र कुत्रापि न वक्तुं शक्यते खलु, न वक्तुं शक्यते, उदाहरणं नास्ति। अतः इदानीम् अन्वयसहचारः न लभ्यते इति वक्तव्यं वा, अस्तु अत्र किञ्चित् चिन्तयेम, केवलव्यतिरेकी उदाहरणं वदतु। पृथ्वी इतरेभ्यो विद्यते, पृथिवी इतरभेदवती, गन्धवत्वात्, गन्धवत्वात् इत्यत्र पृथिवी इतरभेदवती गन्धवत्वात् इत्यत्र गन्धत्वं नो चेत् गन्धवत्वं, गन्धत्वं तु गन्धे एव अस्ति, गन्धवत्वं पृथिव्यामेव अस्ति खलु, पृथिवी इतरभेदवती गन्धवत्वात् इत्यत्र गन्धवत्वं केवलं पृथिव्याम् एव अस्ति। तर्हि अत्रापि हेतुः केवलं पक्षे एव लभ्यते, तर्हि केवलव्यतिरेकी केवलव्यतिरेकी अनुमानं न कर्तुं शक्यते वा, तत्र हेत्वाभासः वक्तव्यः किम्, असाधारणः स्वीकृत्य वक्तुं शक्यते महोदय, सामान्य अन्ये किं चिन्तयन्ति, मेहुल् महोदय किं चिन्तयति, क्षम्यतां महोदय, प्रश्नः कः अत्र, केवल प्रतिमा भगिनी म्यूट् मध्ये भवतु, किञ्चित् शब्दः आगच्छति, भेदः कः, केवलव्यतिरेकी अनुमानमस्ति खलु, पृथिवी इतरभेदवती गन्धवत्वात् यथा जलं, न न यन्नैवं तन्नैवं यथा जलं, यथा जलं नास्ति, ओ आम् आम्, तत्रापि व्यतिरेक उदाहरणमेव दत्तम्, ओके इत्युक्ते अत्रापि शब्दः अनित्यः शब्दत्वात् यथा आकारः इति उदाहरणं समीचीनं वा यन्नैवं तन्नैवं यथा अन्यत् किमपि वक्तव्यं वा इत्युक्ते केवलव्यतिरेकी अनुमानं केवलव्यतिरेकी अनुमानं हेत्वाभासस्य एकविधं वा इति चिन्तयन्नस्ति केवलव्यतिरेकी अनुमानम् इति एकः प्रकारः वा इत्युक्ते तयोः मध्ये भेदः कः इति अत्र यानि सोपानानि मया लिखितानि सन्ति तादृशं पश्यामश्चेत् इदानीम् अत्र हेतुः कः शब्दत्वं शब्दत्वं पक्ष अतिरिक्त उदाहरणं न लब्धं तर्हि केवलव्यतिरेकी पक्ष अतिरिक्त पक्ष अतिरिक्त अन्वय पक्ष पक्ष अतिरिक्तान्वय वकारः नास्ति तत् पक्ष अतिरिक्त अन्वय पक्ष अतिरिक्तान्वयसहचार अभावः इति मया उक्तम् तत्र किञ्चित् परिशीलनीयमस्ति तत् केवलव्यतिरेकस्थले भवितुम् अर्हति खलु महोदय व्यतिरेक अस्ति केवलव्यतिरेकी अनुमानम् अपि च प्रकृत अनुमानम् अनयोः मध्ये कः भेदः कः भेदः न भेदः न दृश्यते तर्हि केवलव्यतिरेके अनुमानम् इति दोषः एव हेत्वाभासः इत्युक्ते किं दोषः खलु आम् सत्यम् इत्युक्ते अत्र अन्वयसहचारः अपि वक्तव्यमिति भाति यत्र हेतुः यत्र अनित्यत्वं तत्र न यत्र शब्दत्वं यत्र शब्दत्वं तत्र अनित्यत्वं यथा इति अत्र उदाहरणं न दातुं शक्यते अतः एषः अन्वयसहचारः अत्र अन्वयसहचारः न लब्धः इति कृत्वा अत्र व्याप्तिः न लब्धा इति वक्तव्यं वा नो चेत् अत्र हेतुः केवलव्यतिरेकी वा अत्र प्रथमतया एव अत्र शब्दः नित्यशब्दत्वात् यथा अकारः इति वयम् उक्तं तत्र एव उदाहरणमेव शब्दः एव खलु अकारः अतः तत्र एव मम क्लेशः अस्ति क्लेशः अस्तु अस्तु मम आम् तर्हि यथा शब्दः अनित्यः शब्दत्वात् यथा इत्युक्ते शब्दत्वम् अन्यस्मिन् भवेत् तदेव वक्तव्यं तदेव वक्तव्यं यदि शब्द तर्हि केवलव्यतिरेकी हेतुः अस्तु किं कुर्मः अत्र क्वश्चिन् मार्क् स्थापयामः शब्दः अनित्यः शब्दत्वात् यथा इत्यत्र पृथिवी इतरभेदवती गन्धवत्वात् तत्र यन्नैवं तन्नैवं यथा जलम् इति उक्तम् गन्धवत्वं तर्हि तादृशं वक्तुं शक्यते वा यन्नैवं यन्नैवं तन्नैवम् इति उपयुज्य किं तस्य प्रयोजनं किम् इति न जानामि तदेव अस्माभिः पठितं खलु तत्र प्रयोजनं किम् इति चेत् यथा जले नास्ति तथा अत्र अस्ति इति कृत्वा व्याप्तिः सिद्ध्यते इति उक्तम् अस्तु अस्तु यथा जले नास्ति यथा हा यथा घटः घटे शब्दत्वं नास्ति खलु? आं सत्यं, घटः शब्दः अपि नास्ति, शब्दत्वमपि नास्ति. तत्र पृथिवी इतरभेदवती, वस्तुतः इतरभेदत्वम् इति एकः एव उदाहरणम् अस्ति केवलव्यतिरेकिस्थले. हा, एक एव अस्मिन् दृष्टवन्तः. शब्दः अनित्यः शब्दत्वात् यथा, अस्तु तर्हि इदानीं किं कुर्मः? अत्र सप्तमसोपाने, सप्तमसोपाने हेतुः अन्वयव्यतिरेकी वा केवलान्वयी वा केवलव्यतिरेकी वा इति चिन्तनीयम् इति यद् मया लिखितं तत् त्यजेम इदानीम्. इदानीं त्यजेम इत्युक्ते व्याप्तिपरिशीलम् इति उक्त्वा तत्र अन्वयसहचारः भवति वा व्यतिरेकसहचारः भवति वा व्यतिरेकव्यभिचारः भवति वा इति चिन्तयामः. अस्तु, तर्हि तत्र चिन्तयामश्चेत् अन्वयसहचारः अस्मिन् उदाहरणे यत्र हेतुः यत्र शब्दत्वं तत्र अनित्यत्वं यथा इति उदाहरणं न लभ्यते खलु? तर्हि अत्र अन्वयसहचारः न लब्धः. व्यतिरेकसहचारः यत्र अनित्यत्वाभावः, यत्र नित्यत्वं तत्र शब्दत्वाभावः, यथा गगनं नो चेत् यथा कालः, व्यतिरेकसहचारः लब्धः. अपि च व्यतिरेकव्यभिचारः यत्र साध्याभावः तत्र हेतुः, यत्र अनित्यत्वाभावः यत्र नित्यत्वं तत्र शब्दत्वम् इति उदाहरणं वक्तुं किमपि स्थलं नास्ति. अतः व्यतिरेकव्यभिचारः न लब्धः, व्यतिरेकसहचारः लब्धः, किन्तु अन्वयसहचारः न लब्धः इति कृत्वा अत्र दोषः, व्याप्तिः न सिद्धा इति वक्तव्यं खलु? सत्यम्. अस्तु, तर्हि तादृशं स्वीकृत्य अग्रे गच्छेम. सतिभामा भगिनि पूरयतु भगिनि. इदानीम् अन्वयसहचारः न लब्धः इति स्वीकुर्मः. अन्वयसहचारः न लब्धः खलु? हा, न लब्धः इति कृत्वा तदेव दोषः खलु? अन्वयसहचारः अपि भवेत्, व्यतिरेकसहचारः अपि भवेत् इति कृत्वा सः एव दोषः. अस्तु, तर्हि इदानीं प्रतिबन्धकज्ञानं किम्? प्रतिबन्धकज्ञानमस्ति अनित्यत्व अनित्यत्वाभाववत् शब्दः इति. अनित्यत्व अभाववत् शब्दः अनित्यत्व अभाववत् शब्दः इति नास्ति खलु? अत्र व्याप्तिः न सिद्धा, अत्र व्याप्तिः न सिद्धा. अनित्यत्व अभाववत् शब्दः इति वदति चेत् अस्तु, अत्र पुस्तके किं दत्तमस्ति इति पश्यामि. हा, पठतु तत्र प्रतिबन्धकज्ञानं. पुस्तके पठनीयं वा? न न न, नूतनचिन्तनम् इति स्प्रेड्शीट् अस्ति खलु, तत्र J11. अत्र अनित्यत्वसामानाधिकरण्य अभाववत् शब्दः. अनित्यत्वशब्दः समीचीनतया पठतु. अनित्यत्वसामानाधिकरण्य अभाववत् शब्दत्वं अभाववत् शब्दत्वम् इत्युक्ते अनित्यत्वं यस्मिन् अस्ति तस्मिन् शब्दत्वम् अस्ति इति वक्तुं न शक्यते इति एव क्लेशः. अनित्यत्वम् इति साध्यं यस्मिन् अस्ति, अनित्यत्वसामानाधिकरण्य अभाववत् शब्दत्वम् तस्य अर्थः कः? अनित्यत्वसामानाधिकरण्य अभाववत् शब्दत्वम् इत्यस्य अर्थः कः? अस्मिन् अधिकरणे अनित्यत्व अभावः, नित्यत्वमस्ति. न न न, उक्तं खलु, एकवारं पठित्वा वदतु. अनित्यत्वसामानाधिकरण्य अनित्यत्व अधिकरणे शब्दत्वस्य अभावः इति. अनित्यत्वसामानाधिकरण्यम् अनित्यत्वस्य अधिकरणम् अत्र करण्य अभाववत् शब्दत्वम् इति अर्थः कः शब्दत्वम् इति अनित्यत्वसामानाधिकरण्य अभाववत् इति अभाववती इति अभाववती इति नास्ति वदतु केवलम् अत्र हेतुसाध्ययोः समानाधिकरण्यं नास्ति इति एव तर्हि तत्र तत्र किं लिखितमस्ति इति तदाधारेण वदतु हा तत्र हेतुः कीदृशः हेतुः इत्युक्ते शब्दत्वम् इति हेतुः यदस्ति तद् अनित्यत्व यस्मिन् अधिकरणे अस्ति तस्मिन् अधिकरणे हेतुः नास्ति तादृशहेतुः अस्ति शब्दत्वम् इति अतः अनित्यत्वसमानाधिकरण्य अभाववत् हेतुः शब्दत्वम् इति अस्ति प्रतिबन्ध तत्र अनित्यत्वसमानाधिकरण्य अभाववत् इति विशेषणस्य परिशीलनं करोतु अस्तु अनित्यत्वसमानाधिकरण्य अभाववत् इत्युक्ते शब्दत्वम् इति नपुस्तकलिङ्गम् अस्ति अतः एव मतु प्रत्ययः अस्ति तत्र नपुंसकलिङ्गे वत् इत्यनेन अनित्यत्वसमानाधिकरण्य अभावः इति अनित्यत्वस्य समानाधिकरण्यम् अनित्यत्वेन सह समानाधिकरण्यम् इति भवति खलु न अनित्यत्वनिष्ठ महोदय एव वक्तव्यं वक्तुं शक्यते वा अनित्यत्वस्य यद् यानि अधिकरणानि अस्ति तेषु शब्दत्वं नास्ति इति अत्र तादृशम् अत्र क्रमेण चिन्तनीयं भगिनि क्रमेण चिन्तनीयं नो चेत् उत्तरं न लभ्यते इत्युक्ते अत्र यत्र हेतुः नास्ति तत्र साध्यं यत्र साध्यं नास्ति तत्र हेतुः नास्ति इति अवगन्तुं शक्नुमः किन्तु अनित्यत्वसामानाधिकरण्य अभाववत् इत्यस्य अर्थः कः अनित्यत्वनिष्ठ इति वक्तव्यम् इत्युक्ते अनित्यत्व अपेक्षया अनित्यत्वं यस्मिन् अधिकरणे अस्ति तस्मिन् एव अधिकरणे हेतुः नास्ति इति अपि नास्ति अनित्यत्वसामानाधिकरण्य अभाववत् शब्दत्वम् अनित्यत्वसामानाधिकरण्य अभावः इत्युक्ते अनित्यत्वम् अनित्यत्वनिष्ठ सामानाधिकरण्यस्य अभावः शब्दत्वे अस्ति इति कृत्वा अनित्यत्वसामानाधिकरण्य अभाववत् शब्दत्वं भवति बुद्धं खलु एवं वक्तव्यम् अनित्यत्वम् अनित्यत्वनिष्ठ सामानाधिकरण्यम् इत्युक्ते अनित्यत्वस्य अपेक्षया अनित्यत्वं यस्मिन् अधिकरणे अस्ति तस्मिन् अधिकरणे एव शब्दत्वं भवति चेत् तर्हि अनित्यत्वनिष्ठसामानाधिकरण्यं शब्दत्वे अस्ति तर्हि अनित्यत्वसामानाधिकरण्य वत् भवति शब्दत्वं सामानाधिकरण्यं सामानाधिकरण्यम् इति धर्मः शब्दत्वे भवति यदि शब्दत्वम् अनित्यत्वं यस्मिन् अधिकरणे अस्ति तस्मिन्नेव अधिकरणे शब्दत्वमपि भवति चेत् तदा अनित्यत्वनिष्ठसामानाधिकरण्यवत् भवति शब्दत्वं किन्तु इदानीं तादृशसन्दर्भः न लब्धः इत्युक्ते अन्वयसहचारः न वक्तुं शक्यते खलु अनित्यत्वसामानाधिकरण्य अभाववत् शब्दत्वम् वस्तुतः अत्र कः क्लेशः इति चेत् अन्वयसहचारः न वक्तुं शक्यते अनित्यत्वं यस्मिन् अधिकरणे अस्ति घटः घटे अनित्यत्वम् अस्ति घटे शब्दत्वम् अस्ति वा इति चेत् अनित्यत्वनिष्ठसामानाधिकरण्यं शब्दत्वे नास्ति किन्तु सामानादिकरण्य अभावः एव शब्दत्वे अस्ति इत्युक्ते अन्वयसहचारः न वक्तुं शक्यते इति क्लेशः खलु महोदय तर्हि यत्र अन्वयसहचारः न वक्तुं शक्यते तत्र एवं रीत्या वक्तव्यम् अधिकरणम् उक्त्वा साध्यसामानादिकरण्य अभाववत् हेतुः इति भवति तर्हि अत्र कस्मिन् सोपाने इत्युक्ते अत्र एव भवति एतत् शब्दः अनित्यः शब्दत्वात् इत्यत्र अनुमानं पतति न सङ्गच्छति शब्दः अनित्यः शब्दत्वात् इति 7.1 इत्यत्र भवति किमर्थम् इत्युक्ते अत्र अनित्यत्व अभाव अनित्यत्वसामानादिकरण्य अभाववत् शब्दत्वम् अस्ति इति कृत्वा सामानादिकरण्यम् इति धर्मः यदि इति धर्मः अत्र नास्ति इति कृत्वा तादृशधर्म अभाववत् अस्ति हेतुः इति कृत्वा वस्तुतः तर्हि अन्वयसहचारः न जातः इत्युक्ते इदानीम् अत्र एषः हेतुः केवलव्यतिरेकी हेतुः इति न वक्तव्यम् इति भाति तर्हि केवलव्यतिरेकी हेतुः इत्युक्ते किम् इत्यत्र तस्य लक्षणस्य परिष्कारः अस्माभिः करणीयः अस्ति तत्रैव क्लेशः जातः यदि एषः हेतुः केवलव्यतिरेकी हेतुः इति स्वीकुर्मः तदा क्लेशः भवति केवलव्यतिरेकी हेतौ गन्धः सारि पृथिवी इतरभेदवती गन्धवत्वात् तत्र गन्धवत्वं केवलं पृथिव्याम् एव अस्ति यथा शब्दत्वं केवलं शब्दे अस्ति किन्तु तयोः मध्ये भेदः कः इत्युक्ते शब्दः अनित्यः शब्दत्वात् इत्यत्र हेत्वाभासः कल्पितः किन्तु पृथिवी इतरभेदवती गन्धवत्वात् इत्यत्र हेत्वाभासः न कल्पितः इत्यस्मिन् विषये किञ्चित् चिन्तनीयमस्ति वस्तुतः खलु परन्तु तत्रापि तादृश एव स्थितिः यथा शब्दः अनित्यः शब्दत्वात् भवति तत् ततः तत्र तत्र तथैव भवति खलु तथैव इत्युक्ते यत्र अस्माभिः तत्र केवलान्वयी अनुमानम् इति अङ्गीकृतं तत्र गन्धवत्वम् इति सद्धेतुत्वेन अङ्गीकृतं खलु सद्धेतुः इत्युक्ते किं पक्षधर्मता भवेत् व्याप्तिः अपि भवेत् यदि उभयमपि भवति सः एव सद्धेतुः तर्हि तत्र गन्धवत्वं पृथिव्यामस्ति इति कृत्वा पक्षधर्मता अस्ति व्याप्तिः अस्ति वा इति चेत् यत्र यत्र गन्धवत्वं तत्र तत्र इतरभेदवत्वं यथा इति उदाहरणं न वक्तुं शक्यते किन्तु यत्र यत्र इतरभेदत्व अभावः तत्र तत्र गन्धवत्वं न गन्धवत्व अभावः यत्र यत्र इतरभेदत्व अभावः तत्र तत्र गन्धवत्व अभावः यन्नैवं तन्नैवं यथा जलम् इति तत्र उक्तम् तत्रापि अन्वय उदाहरणं न उक्तं व्यतिरेक उदाहरणमेव उक्तम् यत्र एतादृशव्याप्तिः न सिद्धा भवति तादृश उदाहरणमेव उक्तम् अस्तु भवतु तत्र अनन्तरं चिन्तयेम तस्मिन् विषये इतोपि ममापि स्पष्टता तावत् नास्ति किन्तु अत्र एतादृशं स्वीकुर्मः शब्दः अनित्यः शब्दत्वात् इत्यत्र अन्वयसहचारः न जातः किमर्थं न जातः इत्युक्ते तत्र पक्ष अतिरिक्त उदाहरणं लब्धम् इति कृत्वा अस्तु तर्हि इदानीं पूरयतु भगिनि अनित्यत्वसामानादिकरण्य अभाववत् शब्दत्वम् इति प्रतिबन्धकज्ञानम् प्रतिबद्धज्ञानस्य आकारः अस्ति अनित्यत्वसामान्या सामानाधिकरण्यवत् शब्दत्वम् इति अनित्यत्वसामानाधिकरण्यवत् शब्दत्वम् इति ज्ञानम् अत्र केन प्रमाणेन इति मया लिखितम् अनित्यत्वसामानाधिकरण्य अभाववत् शब्दत्वं वस्तुतः अत्र अभावः एव उक्तः खलु तर्हि केन प्रमाणेन इत्यत्र अतः एव क्वश्चन् मार्क् स्थापितम् इत्युक्ते केनापि प्रमाणेन अनित्यत्वसामानाधिकरण्य अभावत् शब्दत्वम् इति ज्ञानं न प्राप्यते तत्र प्रायः अनुमानेनैव इति वक्तव्यम् अस्तु अग्रे समानविशेष्यम् अस्ति शब्दत्वं शब्दत्वस्य शब्दत्वस्य अवच्छेदकमस्ति समान अवच्छेदकमस्ति शब्दत्वं अनित्यः शब्दत्वात् अनित्यत्वसमानाधिकरण्यवत् शब्दः इति वाक्यं सो प्रतिबन्धकज्ञाने प्रकारः अस्ति अनित्यत्वसमानाधिकरण्य अभाववत् इति प्रतिबद्धज्ञाने अनित्यत्वसमानाधिकरण्यवत् इति प्रतिबन्धकप्रकारता अवच्छेदकमस्ति प्रतिबद्धप्रकारका अवच्छेदकम् अनित्यत्वसमानाधिकरण्यवत् अनित्यत्वसामानाधिकरण्यत्वम् इति प्रतिबन्धकज्ञाने प्रकारतायाः प्रतियोगिता अवच्छेदकत्वं वक्तव्यं खलु तत्र करण्यत्वं वस्तुन्नस्ति सो तद्वत्ता बुद्धिं वदि तद् अभाववत्ता निश्चयमुद्रयति व्याप्यत्वं न सिद्धाय अनित्यत्व तद् अभाववत्ता निश्चयमुद्रया इति वक्तव्यम् अनित्यत्वसमानाधिकरण्य अभाववत्त्वं शब्दत्वे अस्ति इत्यतः तद् अभावत्वं नास्ति अनित्यत्वसमानाधिकरण्य अभावत्वम् इति भवेत् खलु एकनिमिषम् अभावत्वं नास्ति खलु अभाववत्त्वं तत्त्वं तद् तस्मिन् अस्ति अनित्यत्वसामानाधिकरण्य अभाववत्त्वम् अभाववत्त्वं शब्दत्वे इत्यतः तद् अभाववत्ता निश्चयमुद्रया निश्चयस्य अस्य सुगमा इदानीं हेतुभासलक्षणसमन्वयः दोषः यत् विषयकत्वेन ज्ञानस्य अनुमतिपरामर्शप्रतिबन्धकत्वं तद्वत्त्वं हेतुभासत्वं तद्वत्त्वं नास्ति तत्त्वं हेतुभासत्वम् अनित्यत्वसामानाधिकरण्य अभाववत् शब्दत्वम् इति दोषः यत्पदेन सङ्गृह्य तत्त्वम् अनित्यत्वसमानाधिकरण्य अभाववत् शब्दत्वम् इति ज्ञाने अस्ति इति तस्य परामर्शप्रतिबन्धकत्वं तत्त्वं तस्मिन् पदार्थे अनित्यत्वसमानाधिकरण्य अभाववत् शब्दत्वे अस्ति इति दोषरूपहेत्वाभासलक्षणसमन्वयः अग्रे समूहालम्बनज्ञानस्य आकारः अनित्यत्वसमानाधिकरण्य अभाववत् शब्दत्वं च अत्रापि समूहालम्बनज्ञानं वक्तव्यं किम् शब्दत्वं दोषः अस्ति अतः पुनः न वक्तव्यं शब्दत्वम् इति एव अस्ति खलु अस्ति इति कृत्वा अत्रापि समूह आलम्बनज्ञानं न वक्तव्यं वस्तुतः प्रथमज्ञाने एव शक्यते एकज्ञानविषये प्रकृतहेतुदा अवच्छेदकं शब्दत्वं तद्वत्त्वं शब्दत्ववत्त्वं शब्दत्वरूपप्रकृतहेतौ अस्ति इति दोषत्वात् द्रव्यत्वं दुष्टे खेदवामः दुष्टं द्रव्यत्वं शब्दत्वं दुष्टं दुष्टम् इति वदति वा हेत्वाभासः शब्दत्वं दुष्टं हेत्वाभासः हेत्वाभासः अस्तु तर्हि अत्र अत्र सव्यविचारः असाधारणः इत्यत्र केवलव्यतिरेकी अनुमानात् कः भेदः इति चिन्तनीयं तदेव वस्तुतः तत्र केवलान्वयी इति न वक्तव्यमस्ति केवलव्यतिरेकी अनुमानात् कः भेदः इति चिन्तनीयमस्ति तर्हि हेत्वाभासस्य वैविध्यं किम् इति चेत् अत्र सव्यविचारः असाधारणः अस्ति खलु तदेव सव्यविचारः असाधारणसव्यविचारः असाधारणसव्यविचारः अस्तु इत्युक्ते अत्रापि व्याप्यत्वासिद्धिः भवति किन्तु अत्र कीदृशव्याप्यत्वासिद्धिः इत्युक्ते अत्रापि व्याप्तिः न सिद्धा किन्तु अन्वयसहचारः न सिद्धा सिद्धः इति भेदः असाधारणसव्यविचारः इत्यत्र लक्षणं वक्तव्यं चेत् अन्वयः सहचारभावः एव अन्वयसहचारः अभावः अस्ति चेत् तदेव असाधारणसव्यविचारः इति स्वीकुर्मः इदानीम् अस्तु तर्हि अग्रे गच्छेम इदानीम् अग्रिम उदाहरणमस्ति शब्दः अनित्यः गगनात् इति रमेश महोदय परिशीलयति वा शब्दः अनित्यः गगनात् अनुमानस्य उदाहरणम् उक्तं किम् अशब्दः अनित्यः गगनात् यथा गगनात् अस्तु तर्हि इदानीम् उदाहरणं कीदृशं भवितव्यम् इति चिन्तनीयम् अत्र पर्वतः वन्यमान् धूमात् यथा महानसम् इत्यत्र उदाहरणं कीदृशमस्ति अनित्यः किमपि अनित्यः वक्तुं शक्यते वा न एकनिमिषम् अत्र अत्र सामान्यचिन्तनं करोतु पर्वतः वन्यमान् धूमात् यथा महानसम् इति सामान्य उदाहरणमस्ति खलु तत्र अपि भवेत् किं किम् अस्ति धूमः भवेत् अपि च वह्नी भवेत् यदि हेतुः भवेत् साध्यमपि भवेत् हा हेतुः अपि भवेत् साध्यमपि भवेत् तर्हि हा तदेव उदाहरणं भवितुमर्हति हा अनित्यः भवेत् गगनत्वमपि भवेत् एकनिमिषम् एकनिमिषम् अत्र एतादृशम् अस्माभिः उक्तं वा इति पश्येम इदानीं बाधायाः उदाहरणमस्ति वह्निः अनुष्टत्ववान् द्रव्यत्वात् यथा जलम् इति तत्र जले द्रव्यत्वमपि अस्ति अनुष्टत्वमपि अस्ति खलु इति कृत्वा समीचीन उदाहरणं तर्हि शब्दः अनित्यः चाक्षुषत्वात् यथा घटः घटे चाक्षुषत्वमपि अस्ति अनित्यत्वमपि अस्ति इति कृत्वा तदपि समीचीन उदाहरणं गगनारविन्दं सुरभि अरविन्दत्वात् सरोज अरविन्दवत् इत्यत्र सरोज अरविन्दे अरविन्दत्वमपि अस्ति सुरभि अपि अस्ति इति कृत्वा तदपि समीचीन उदाहरणं शब्दः गुणः चाक्षुषत्वात् रूपादिवत् इत्यत्र रूपे चाक्षुषत्वम् अस्ति गुणत्वमपि अस्ति इति कृत्वा समीचीन उदाहरणं पर्वतः धूमवान् वह्निमत्वात् यथा महानसम् इत्यत्र महानसे वह्निः अपि अस्ति धूमः अपि अस्ति इति कृत्वा समीचीन उदाहरणं पर्वतः धूमः वह्नेः यथा महानसम् इत्यत्रापि महानसे वह्निः अपि अस्ति धूमः अपि अस्ति पर्वतः वह्निमान् प्रमेयत्वात् यथा महानसम् इत्यत्र महानसे प्रमेयत्वमपि अस्ति वह्निः अपि अस्ति एवं शब्दः अनित्यः शब्दत्वात् इत्यत्र यदस्माभिः दृष्टं तत्र उदाहरणं किमपि लब्धं खलु यथा इति क्लेशः अस्ति इत्युक्ते शब्दत्वं तादृश उदाहरणं वक्तव्यं पक्ष अतिरिक्त उदाहरणं वक्तव्यं यस्मिन् शब्दत्वमपि अस्ति अनित्यत्वमपि अस्ति तर्हि तादृश उदाहरणं न लब्धम् इति कृत्वा अत्र क्लेशः अस्ति अन्वयसहचारः न लभ्यते अस्तु इदानीम् एवं शब्दः अनित्यः गगनात् इत्यत्र इदानीं वदतु महोदय तर्हि अनित्यत्वम् अनित्यः भवेत् तत् उदाहरणम् अनित्यः भवेत् तस्मिन् गगनत्वम् अपि भवेत् तर्हि उदाहरणस्य लक्षणम् अहं लिखन्नस्मि हेतुमत्वे सति साध्यवत्वम् उदाहरणत्वम् हेतुमत्वे सति साध्यवत्वम् उदाहरणत्वं खलु इत्युक्ते उदाहरणं कीदृशं भवेत् हेतुमत् भवेत् साध्यवत् अपि भवेत् तदेव उदाहरणम् अत्र तु तादृश उदाहरणं न वक्तुं शक्यते तर्हि अनुमितिः यस्मिन् गगनमपि भवति अपि च अनित्यत्वमपि भवति गगनस्य अधिकरणं किमपि अस्ति वा गगनस्य अधिकरणं नास्ति कालः कालः गगने अस्ति गगनस्य अधिकरणं कालः कालः सर्वस्य अधिकरणं कालः वा हा खलु तत् इति पठितं खलु तर्हि गगनस्यापि अधिकरणं कालः किन्तु कालः नित्यः इति कृत्वा गगनस्य अधिकरणं लोके एकमेव तत्तु कालः नैयायिकानमतानुसारं किन्तु काले अनित्यत्वं नास्ति कालः नित्यः इति स्वीकृतत्वात् अतः उदाहरणं न लभ्यते अस्तु तर्हि अत्र अत्रापि अन्वयसहचारः न जायते अस्तु इदानीम् अग्रे चिन्तयतु महोदय झटिति चिन्तयतु पक्षः शब्दः साध्यम् अनित्यत्वं हेतुः गगनं पक्षः प्रसिद्धः वा शब्दः प्रसिद्धः केन प्रमाणेन प्रत्यक्षप्रमाणेन अनित्यः प्रसिद्धः वा श्रोत्रेन्द्रियस्य प्रमाणेन साध्यं प्रसिद्धं वा अनित्यः इति प्रसिद्धम् अनुमानेन अनित्यत्वम् अनित्यत्वम् इति प्रसिद्धम् एव अनुमानप्रमाणेन पक्षः साध्यभावः सर्वदा भवति वा अनित्यत्वम् इति पक्षे साध्यभावः अनित्यत्व अभावः पक्षे सर्वदा भवति वा अनित्यत्व अभावः सर्वदा भवति वा न सर्वदा न भवति अनित्यत्व इत्युक्ते शब्दः नित्यः इति केनापि प्रमाणेन न वक्तुं शक्यते इति कृत्वा नो चेत् अनुमितिः सिद्धा खलु अनुमितिः सिद्धा इति वक्तव्यम् अस्तु अग्रे पक्षधर्मता हेतौ हेतुमत्वं पक्षे अस्ति किं गगनत्वं गगनत्वं नास्ति गगनं शब्दे अस्ति वा गगनं शब्दे अस्ति वा न शब्दः गगने अस्ति गगनः शब्दे नास्ति गगनं शब्दे नास्ति खलु तर्हि पक्षधर्मता न सिद्धा पक्षधर्मता न सिद्ध्यति एव हा गगनं शब्दे नास्ति हा तर्हि तत्र एव क्लेशः भवति परामर्शः न जायते इति तर्हि प्रतिबन्धकज्ञानं किम् प्रतिबन्धकज्ञानं गगन अभाव शब्दः गगन गगनस्य अभावः गगनभावत् शब्दः खलु अभावत् शब्दः गगनाभाववत् शब्दः इति प्रतिबन्धकज्ञानं केन प्रमाणेन ज्ञायते इत्युक्ते गगनवत् शब्दः इति प्रमा इति केनापि प्रमाणेन न ज्ञातुं शक्यते इति कृत्वा गगनाभाववत् शब्दः इति निश्चितम् खलु अस्तु तर्हि अत्र पश्येम अनित्यत्वसामानादिकरण्य अभाववद् गहनं गगनम् इति लिखितम् अनित्यत्वसामानादिकरण्य अभाववद् गगनं वस्तुतः अत्र परा पक्षधर्मता एव न जाता खलु पक्षधर्मता एव न जाता इति कृत्वा गगन गगनाभाव क्षम्यतां गगनाभाववत् शब्दः इति ज्ञानं प्रतिबन्धकं भवितुम् अर्हति तर्हि तद्रीत्या अपि अस्य अनुमानस्य प्रतिबन्धकत्वं वक्तुं शक्यते अस्तु तत् प्रयत्नं करोति वा नूतनचिन्तनम् इदानीम् इत्युक्ते नूतनचिन्तनम् इति स्प्रेड्शीट् मध्ये नास्ति इदानीमेव वयं चिन्तयन्तः स्मः तर्हि इदानीं प्रतिबन्धकज्ञानं किं महोदय तद् पक्षधर्मदांशे दोषः इति वा खलु गगनं शब्देन भवति खलु गगनं शब्दे अस्ति इति बोद्धुं किमपि प्रमाणं नास्ति इति कृत्वा गगनाभाववत् शब्दः इति जातं तर्हि गगनाभाववत् शब्दः इति इति प्रतिबन्धकज्ञानम् अस्ति इति दोषः तस्य प्रतिबन्धज्ञानं किं भवति गगनवत् शब्दः इति गगनाभाववत् शब्दः इति प्रतिबन्धकज्ञानं गगनवत् शब्दः इति अस्तु रमेश महोदय वदतु प्रतिबन्धकज्ञानं तर्हि भवति गगन अभाववत् शब्दः प्रतिबद्धज्ञानं भवति गगनवत् शब्दः इति सत्यं तर्हि तर्हि समानविशेष्यं किं शब्दः इति विशेष्यं शब्दत्वम् इति अवच्छेदकः भवति विशेष अवच्छेदकः भवति प्रकारः गगनत्व अभावः गगनत्वम् इति द्वि द्वौ प्रकारौ स्तः ते भावप्रकारः गगनत्व तस्य प्रतियोगिता गगनत्व एक प्रकारस्य अवच्छेदकतः प्रतिबन्धकज्ञानप्रकारस्य अवच्छेदकः अस्ति न प्रतिबद्ध्य प्रतिबद्धज्ञानप्रकारस्य अवच्छेदकः अस्ति गगनत्वं गगनत्वं सत्यं गगनत्वम् उत्तमं तस्य प्रतियोगिता तस्य अभावस्य प्रतियोगिता अवच्छेदकः तस्य अभावः गगनत्वस्य अभावः तस्य प्रतियोगिता गगनत्वम् अस्ति तस्य अवच्छेदकः गगनम् अस्ति तस्य अवच्छेदकतः गगनत्वम् इति एव अस्ति तर्हि द्वयोः अवच्छेदकः अपि समानं भवति किन्तु अत्र क्लेशः अस्ति अत्र पश्यतु इदानीं गगनत्व अभावः इति भवता उक्तं खलु गगनत्व अभावः इत्युक्ते किं गगनत्व अभावः प्रसिद्धः अप्रसिद्धः अप्रसिद्धः अस्ति गगनत्व अभावः अप्रसिद्धः अस्ति तर्हि गगनत्व अभावः इत्युक्ते अस्तु अत्र क्लेशः कः इति चेत् प्रतिबन्धकज्ञानस्य आकारः पुनः एकवारं वदतु गगनत्व न गगनत्व अभाव शब्दः गगनत्व अभाववत् शब्दः खलु गगनत्व अभाववत् शब्दः गगनत्व अभावम् एव नास्ति गगनत्व अभावः इति अप्रसिद्धः अस्ति इति कृत्वा इति कृत्वा गगनत्व अभावः इति यदि कश्चन पदार्थः भवितुम् अर्हति इत्युक्ते गगनत्व अभावः कुत्रचित् भवति चेत् तत्र प्रतियोगी भवति गगनं तस्य अवच्छेदकः भवति गगनत्वं किन्तु प्रतियोगिता अभावः एव अस्ति अत्र गगने प्रतियोगिता अभावः अस्ति इति कृत्वा इदानीम् अत्र पक्षधर्मतारणसिद्धा इति न वक्तुं शक्यते इति भाति मम गगनत्व अभाववत् शब्दः इत्यत्र गगनत्व अभावः केनापि प्रमाणेन ज्ञातव्यमस्ति तदा एव गगनत्व अभाव गगनाभाववत् शब्दः इति वक्तुं शक्यते इत्युक्ते गगनवत् शब्दः इति वक्तुं प्रमाणं नास्ति चेत् तर्हि गगनत्व गगन अभाववत् शब्दः इति वक्तव्यम् इति मया उक्तं तत् प्रायः दोषाय इति भाति मम इत्युक्ते भूतले घटः अस्ति वा इति चेत् आम् भूतले घटः अस्ति इति वक्तुं प्रमाणं भवेत् भूतले घटः न भवितुम् अर्हति इति चेत् तत्र भूतले घटाभावः अस्ति इति समानं नास्ति इति भाति किं चिन्तयन्ति सर्वे रमेश महोदय किं चिन्तयति समीचीनवाः अस्ति भूतले घटाभावः अस्ति इति इत्युक्ते प्रकृत उदाहरणे गगनवत् शब्दः इति केनापि प्रमाणेन न वक्तुं शक्यते खलु गगनवत् शब्दः इति केनापि प्रमाणेन न वक्तुं शक्यते गगनः एव अनुमानेन एव गगनः अस्ति इति वयं वदामः तर्हि सर्वत्र गगनः अस्ति शब्दे सर्वत्र इति त्यजतु इत्युक्ते गगनं नित्यमस्ति खलु गगनं नित्यमस्ति इति कृत्वा गगनाभावः यदा कदापि न भवति नित्यवस्तुनः अभावः भवति वा अत्यन्त अभावः न भवति किन्तु अन्योन्य अभावः भवति खलु इत्युक्ते गगनम् आत्मा न यथा घटः पटः न तर्हि अन्योन्य अभावः गगनस्य अन्योन्य अभावः भवितुमर्हति गगन अन्योन्य अभावस्य प्रतियोगी तु गगनमेव खलु तर्हि अत्र अन्योन्य अभावं स्वीकृत्य वक्तुं शक्यते वा गगन अभाववत् शब्दः इत्यत्र गगन अभावः गगनस्य अभावः गगनं नित्यम् इति कृत्वा कथं वा गगन अभावः अतः गगनाभावः अप्रसिद्धः अस्ति इति वदामश्चेत् भोः अत्र गगनस्य अत्यन्त अभावः न भवितुमर्हति इति त्यक्त्वात् किन्तु गगनस्य अन्योन्य अभावः भवितुमर्हति खलु गगनस्य प्रागभावः न भवति प्रध्वंस अभावः अपि न भवति नित्यत्वात् गगनप्रागभावः न भवति अप्रसिद्धः नित्यत्वात् गगनप्रध्वंस अभावः न भवति नित्यत्वात् गगन अत्यन्त अभावः अपि न भवति अत्यन्त अभावः तत्र अत्यन्त अभावः इति देशमधिकृत्य एव कालमधिकृत्यापि वक्तुं शक्यते नित्यत्वात् सर्वगतत्वात् विभुत्वात् इति हेतुद्वयं वक्तव्यं तत्र गगन अत्यन्त अभावः न भवितुमर्हति नित्यत्वात् विभुत्वात् च खलु किन्तु गगन अन्योन्य अभावः भवितुमर्हति किमर्थमित्युक्ते गगनं कालः न इति कृत्वा गगनकालयोः मध्ये अन्योन्य अभावः अस्ति. तर्हि का गगन अन्योन्य अभावः काले अस्ति, यथा काल अन्योन्य अभावः गगने अस्ति इति कृत्वा अन्योन्य अभावस्तु अभावस्य एकविधः इति कृत्वा अन्योन्य अभावस्यापि प्रतियोगी भवति. सः कः इति चेत् गगनमेव. तस्य अवच्छेदकः गगनत्वं भवितुमर्हति. अतः गगन अभाववत् शब्दः इत्यत्र शब्दः इति समानविशेष्यं, शब्दत्वम् इति समानविशेष्यता अवच्छेदकः. गगन अभावः गगनम् इति भावाभावप्रकारौ तत्र गगनम् इत्यस्य अवच्छेदकः अस्ति. प्रतिपद्यज्ञाने यः प्रकारः अस्ति तस्य अवच्छेदकः अस्ति गगनत्वं. गगनाभावः गगन अन्योन्य अभावः तत्र अन्योन्य अभावः महोदय, तत्र केवलम् अत्यन्त अभावस्य एव तत्र चिन्तनम् अस्ति खलु. अन्योन्य अभावः तु सर्वत्र भवति. तर्हि पर्वतः वह्निमान् धूमत्वात् यत्र धूम तत्र धूमस्य अन्योन्य अभावः, धूमत्वस्य अन्योन्य अभावः पर्वते अस्ति एव खलु. धूमः पर्वतः न न इदानीम् अत्र अप्रसिद्धः वा इति चिन्तनीयं तावदेव. अप्रसिद्धः नास्ति तद् वक्तुं शक्यते. अप्रसिद्धत्वं न निरूपितं चेत् इत्युक्ते अप्रसिद्धत्व अस्तु. अत्र अप्रसिद्धमपि चिन्तयेम. समीचीनं यद् भवता उक्तं समीचीनम्. इत्युक्ते इदानीम् अभिधेयत्व अभावः अप्रसिद्धः इति उक्तं खलु. प्रमेयत्व अभावः अपि अप्रसिद्धः इति उक्तं खलु. किमर्थम् इति चेत् तस्य अभावः न भवितुं, किन्तु प्रमेयत्व अभिधेयत्वयोः मध्ये अन्योन्य अभावः अस्ति खलु. तर्हि अभिधेयत्व अभावः अभिधेयत्व अन्योन्य अभावः प्रमेयत्वे इति वक्तुं शक्यते. तर्हि अप्रसिद्धः इति न भवति इति कृत्वा अप्रसिद्धत्वं चिन्तनार्थम् अत्र अन्योन्य अभावः प्रायः न स्वीकरणीयः. समीचीनं भवतः चिन्तनं समीचीनम्. अप्रसिद्धत्वं निर्णेतुम् अन्योन्य अभावः न स्वीकरणीयः. यदि अन्योन्य अभावः स्वीकुर्मः तर्हि अभिधेयत्वं प्रमेयत्वं न इति वदामश्चेत् किं भवति? तत्र इदानीम् अभिधेयत्वे प्रमेयत्व अन्योन्य अभावः अस्ति, अपि च प्रमेयत्वे अभिधेयत्व अन्योन्य अभावः अस्ति इति कृत्वा अत्र अन्योन्य अभावस्य प्रतियोगी कः इति चेत् अभिधेयत्वमेव भवति पुनः. तर्हि तत्र अप्रसिद्धत्वनिरूपणाय अन्योन्य अभावः न स्वीकरणीयः. तर्हि अन्योन्य अभावः न स्वीकुर्मश्चेत् गगनाभावः इति प्रसिद्ध इति पदार्थमेव अप्रसिद्धमस्ति. अस्तु, इति नूतनबिन्दुः अद्य लब्धः अस्ति इति कृत्वा अत्र गगनाभाववत् शब्दः इति प्रतिबन्धकज्ञानं न उदेति. किमर्थम् इत्युक्ते गगनाभावः इति कश्चन पदार्थः एव नास्ति, अप्रसिद्धः अस्ति इति कृत्वा. तर्हि किं वक्तव्यम् अत्र? पक्षधर्मता सिद्धा इति वक्तव्यं वा असिद्धा इति वक्तव्यं वा? पक्षधर्मता तस्य साधितुम् अपि न शक्यते, असिद्धा अपि न वक्तुं शक्यते इति भाति. अत्र पक्षधर्मता कः इति चेत् पक्षधर्मता गगने भवेत्. यदि गगनं शब्दे भवति तदा पक्षधर्मता अस्ति, किन्तु पक्षधर्मता नास्ति. पक्षधर्मता नास्ति. अस्तु, तत्र चिन्तयेम. गगनं किमर्थं शब्देन भवितुमर्हति इत्युक्ते पक्षधर्मता किमर्थं न सिद्धा? शब्दः गगने अस्ति, परन्तु गगने शब्दः अस्ति वा? द्रव्यत्वात् इति हेतुः, पश्यतु गगनं शब्देन भवितुमर्हति, शब्दः इति गुणः, गगनम् इति द्रव्यं, गुणमेव सर्वदा द्रव्ये भवति. द्रव्यम् अन्यस्मिन् द्रव्ये एव भवति खलु, इत्युक्ते घटः भूतले भवितुमर्हति. द्रव्यस्य अधिकरणं द्रव्यं भवति, द्रव्यं सर्वेषाम् अधिकरणं भवति, अन्येषां सर्वेषाम् अन्येषाम् अधिकरणं भवति, किन्तु गुणः, क्रिया, जाति, विशेषः, समवायः, अभावः इति एते सर्वे इति षट् पदार्थाः द्रव्ये एव भवन्ति इति कृत्वा अत्र पक्षधर्मता न सिद्धा. अस्तु, तर्हि अत्र पक्षधर्मता न सिद्धा इति कृत्वा प्रतिबन्धकज्ञानस्य आकारः कः इत्यत्रैव क्लेशः अस्ति खलु. गगन अभाववत् शब्दः इति ज्ञानं केन प्रमाणेन जायते इति पृष्टे सति तत्र क्लेशः अस्ति. गगन अभावः इति अप्रसिद्धः भवति. गगन अभाववत् शब्दः इति ज्ञानं येन केनापि प्रमाणेन न उत्पद्यते इति कृत्वा अत्र प्रतिबन्धकत्वं यद्यपि पक्षधर्मता न लब्धा किन्तु प्रतिबन्धकत्वं न वक्तुं शक्यते. अत्र पक्षधर्मता न सिद्धा इति कृत्वा प्रतिबन्धकत्वं न वक्तुं शक्यते. महोदय, एतत् विरुद्धः अस्ति वा? द्वयमपि नास्ति खलु अत्र, पक्षधर्मता अपि च साध्य हेतोः मध्ये अपि व्याप्ति न. एतद् उदाहरणम् असाधारण सव्यभिचार असाधारणसव्यभिचारस्य उदाहरणमस्ति पुस्तके. अस्ति वा? पुस्तके तादृशमेव अस्ति. अस्तु, तर्हि इदानीं व्याप्तेः विषये चिन्तयति वा महोदय, रमेश महोदय? आम् महोदय, व्याप्तिविषयं पक्षधर्मता हेतुः अस्ति. हेतुः कीदृशः? हेतुः कीदृशः इति त्यजतु इदानीं, तद् त्यक्तं खलु. तर्हि तत्र अन्वयसहचारः भवति वा इति चिन्तयति. अन्वयसहचारः, यत्र हेतुः तत्र साध्यं. तर्हि यत्र गगनत्वं, यत्र गगनं, यत्र गगनं तत्र अनित्यत्वं, यत्र गगनं तत्र अनित्यत्वं. यत्र गगनम् इति कालः, गगनं केवलं काले एव भवितुमर्हति खलु. यत्र गगनं काले तत्र अनित्यत्वं, कालः अनित्यः नास्ति नित्यः इति कृत्वा अन्वयसहचारः न लब्धः. खलु, यत्र गगन न बुद्धं महोदय तत्. यत्र गगनं, गगनं कुत्र भवितुमर्हति? केवलं काले एव. ओके, यत्र गगनं काले तत्र अनित्यत्वं, काले अनित्यत्वमस्ति वा? नास्ति, कालः नित्यः खलु, काले नित्यत्वमेव अस्ति इति कृत्वा अन्वयसहचारः न लब्धः. अतः अनित्यत्वसामानादिकरण्य अभाववत् गगनम् इति प्रतिबन्धकज्ञानं सिद्ध्यति खलु. अस्तु, तर्हि इदानीम् अग्रे चिन्तनात् पूर्वं व्यतिरेकसहचारः लभ्यते वा इति चिन्तयतु. यत्र साध्य अभावः इत्युक्ते यत्र अनित्यस्य अभावः इत्युक्ते यत्र नित्यत्वं तत्र हेतु अभावः, तत्र गगनस्य अभावः, यत्र नित्यत्वं तत्र गगनस्य अभावः। यत्र नित्यत्वं नित्यवस्तु किमपि स्वीकरोतु, आत्मा इति स्वीकरोतु, आत्मा तत्र गगनस्य अभावः अस्ति एव। गगनस्य आत्मनि गगनं नास्ति खलु, आत्मनि गगनं नास्ति तत्र, तर्हि व्यतिरेकसहचारः सिद्धं भवति। सत्यं, व्यतिरेकसहचारः सिद्धः, किन्तु अन्वयसहचारः न सिद्धः इति कृत्वा क्लेशः अत्र। अस्तु, व्यतिरेकव्यभिचारः भवति वा इति चिन्तयतु। यत्र साध्य अभावः, यत्र गगन अभावः, यत्र नित्य नित्यस्य अनित्यस्य अभावः, यत्र नित्यः तत्र हेतुः तत्र गगनं, यत्र नित्य अनित्यः तत्र गगनं। तद् यत्र नित्यत्वं, नित्यः इति मा वदतु, नित्यत्वं यत्र नित्यत्वं तत्र गगनं, यत्र नित्यत्वं तत्र गगनं। तत्र गगनम् अस्ति वा, नित्यत्वं कुत्र अस्ति, काले अस्ति, काले अस्ति तत्र गगनं, तत्र गगनं काले गगनमस्ति खलु, कालिकासम्बन्धेन हा कुत्रचित् न भवति खलु। ओके, तत्र न अत्र व्यभिति व्यतिरेकव्यभिचारसन्दर्भे एकम् एकमपि स्थलं वदामश्चेत् पर्याप्तम्। अतः अस्मिन् उदाहरणे पक्षधर्मता अपि न लब्धा, व्यतिरेकव्यभिचारः अपि भवति, अन्वयसहचारः न लब्धा, किन्तु ग्रन्थकारेण किं कृतम्, अत्र अन्वयसहचारः न लब्धः इति कृत्वा अनित्यत्वसामानाधिकरण्य अभावत् गहनम् इति प्रतिबन्धकज्ञानं स्वीकृतम्। वस्तुतः अस्तु, अत्र यदि व्यतिरेकव्यभिचारः स्वीकृत्य वदामश्चेत् तत्र प्रतिबन्धकज्ञानस्य आकारः कथं भवति इति चिन्तयतु। यत्र व्यतिरेक न बुधमहोदय पुनरेकवारं वदतु, व्यतिरेकव्यभिचारः प्रदर्शितः खलु काले, आम् तर्हि इदानीं व्यतिरेकव्यभिचारं स्वीकृत्य प्रतिबन्धकत्वं वदति चेत् प्रतिबन्धकज्ञानस्य आकारः कथं भवति, यथा पक्षधर्मता न सिद्धा इति कृत्वा भवता किमुक्तं गगनत्व अभाववत् शब्दः इति उक्तं खलु प्रतिबन्धकज्ञानस्य आकारः। एवम् अत्र व्यतिरेकव्यभिचारं स्वीकृत्य प्रतिबन्धकज्ञानस्य आकारः वदतु। यत्र अनित्यत्व अभावः, अनित्यत्व अभाववत् हेतुः इति वा, अनित्यत्व अभाव अत्र अस्माभिः चिन्तितं खलु, यत्र व्यतिरेकव्यभिचारः भवति तत्र तत्तायपिण्डरूप इति उक्तं खलु, एवं कालरूप व्यतिरेकव्यभिचारः कुत्र प्रदर्शितः अस्ति, काले प्रदर्शितः अस्ति खलु, अतः कालरूप अनित्यत्व अभावः, अनित्यत्व अभाव वत् वत् हेतुः, हेतुः अत्र गगनं, वृत्तित्ववत् वह्निः वृत्तित्ववत् कालरूप कालरूप अनित्यत्व अभाववत् अनित्यत्व अभाववत् किं कालः खलु, तस्मिन् वृत्तित्वम् अस्ति, वृत्तित्ववत् गगनम् इति भवति आकारः, कालरूप अनित्यत्व अभाववत् वृत्तित्ववत् गगनम् इति भवति। बुद्धं किम्? आम् महोदय, यथा पूर्वमुक्तं गते वर्गे तदेव उक्तं खलु, सप्तायपिण्डरूपधूम अभाववत् वृत्तित्ववत् वह्निः इति उक्तम्। तर्हि अस्मिन् अनुमाने त्रिधा अत्र अनुमानस्य प्रतिबन्धकत्वं वक्तुं शक्यते, पक्षधर्मता नास्ति इति कृत्वा अत्र प्रतिबन्धकज्ञानम् अनित्यत्व अभाववत् गगनम् इति क्षम्यताम् तत्र किं भवति? पक्षधर्मता नास्ति. गगन अभाववत् शब्दः इति पक्षधर्मता नास्ति इति प्रतिबन्धकज्ञानं भवति. एवं कालरूप अनित्यत्व अभाववत् वृत्तित्ववत् गगनम् इति व्यतिरेकव्यभिचारं स्वीकृत्यापि अत्र प्रतिबन्धकत्वं वक्तुं शक्यते. किन्तु ग्रन्थकारेण किं कृतम्? अत्र अन्वेषाचारः न भवति इति कृत्वा तत् स्वीकृत्य इदानीं प्रतिबन्धकत्वम् उक्तम्. अस्तु, तत्र इदानीं पठति वा? J12 इत्यत्र नूतनचिन्तनम् इति स्पृशीन् मध्ये अनित्यत्वसामानादिकरण्य अभाववत् गगनम्. अनित्यत्वसामानादिकरण अभाववत् गगनम् इति प्रतिबन्धकज्ञानं भवति. अनित्यत्वसामानादिकरण्य स्वगगनम् इति ज्ञानस्य प्रति इति प्रतिबद्धवत् गगनं त्व नास्ति. अनित्यत्वसामानादिकरण्यवत् गगनं गगनम् इति प्रतिबद्ध प्रतिबद्धज्ञानस्य आकारः. अस्तु, समानविशेष्यं. तर्हि गगनम् इति समानविशेषणं विशेष्यम् अस्ति. गगनत्वम् इति अवच्छेदकतः अस्ति द्वयोः, तर्हि तत् समानमेव. अनित्यत्वसामानाधिकरण्य अभावः इति प्रकारः, अभावः इति प्रकारः. अनित्यत्वसामान अधिकरण्यम् इति द्वितीयप्रकारः अस्ति. एकनिमिषः, भाव अभावः लेखनीयमस्ति. अनित्यत्वसामानाधिकरण्याभावः अनित्यत्वसामानाधिकरण्यत्वम् सामानादिकरण्यत्वाभावः इति लेखनीयं. करण्यत्वाभावः हा, अनित्यत्वसामानादिकरण्यत्वाभावः इति प्रतिबन्धकज्ञानं. प्रतिबन्धकज्ञाने प्रकारः अनित्यत्वसामानादिकरण्यत्वम् इति प्रतिबद्धज्ञाने प्रकारः. अस्तु, तर्हि प्रकार अवच्छेद प्रतिबद्धज्ञानप्रकार अवच्छेदकता अस्ति अनित्यत्वसामानाधिकरण्यत्वम्. एकनिमिषं, त्यत्वं करण्यत्वम् इति वा करण्यत्वम् इति भवेत् वा? यदि प्रकारः, तर्हि प्रकारे समानादिकरण वस्तुतः समानादिकरण्य एव भवति खलु तत्? सत्यं सत्यं, करण्यं करण्यम् इत्येव धर्मः खलु. सामानादिकरण्यम् इत्येव धर्मः, सामानादिकरण्यत्वम् इति धर्मः नास्ति. अनित्यत्वसामानादिकरण्य अभावः अनित्यत्वसामानादिकरण्यं, तत्रैव क्लेशः. अस्तु, तत् परिवर्तितं. हा तर्हि अनित्यत्वसामानादिकरण्यत्वम् इति अवच्छेदकः भवति. एकनिमिषं, कुत्र गतम्? करण्यम् इति अवच्छेदकः भवति. अनित्यत्वसामानादिकरण्यम् इति प्रकारः अस्ति चेत् करण्यत्वम् इति अवच्छेदकः भवति. हा, करण्यत्वम् इति अवच्छेदकः भवति, सत्यम्. अस्तु, तर्हि इदानीं तद्वत्ता बुद्धिः. तद्वत्ता बुद्धिः प्रति अनित्यत्वसामानादिकरण्य अभाववत्त्वं शब्दत्वे अस्ति इत्यतः गगने अस्ति. अनित्यत्वसामानादिकरण्य अभाववत्त्वम् अभाववत्त्वम् एकनिमिषम् ऐ थिङ्क् अनित्यत्वसामानादिकरण्य अभाववत्त्वं गगने गगने हा गगने अस्ति इत्यतः तद् अभाववत्ता निश्चयमुद्रया मुद्रा निश्चयस्य अस्य सुगमा परन्तु तत्र व्याप्तिः एव असिद्धः अस्ति खलु, तर्हि तद् अभावोत्ता व्याप्तिमुद्रया भवेत् वा? न, अत्र व्याप्तिः इति कदा भवति, व्यतिरेकव्यभिचारः दृष्टः अस्ति चेत् एव व्याप्ति भवति, तद् अभावव्याप्यवत्ता इति भवति, अभावेन व्याप्यः अस्ति तदा एव अभावव्याप्यवत्ता भवति. व्याप्तेः अभावः अस्ति चेत् अत्र तद् अभावव्याप्य इति न भवति. ओके, तर्हि तद् अभावव्याप्यवत्ता निश्चयमुद्रा कदा भवति इति चेत् यत्र व्यतिरेकव्यभिचारः दर्शयामः तत्रैव भवति. इत्युक्ते प्रकृत उदाहरणे यदि व्यतिरेकव्यभिचारं स्वीकृत्य कालरूप इति उक्त्वा तदा वदामश्चेत् तत्र तदभावव्याप्यवत्ता निश्चयमुद्रया वक्तव्यं भवति. अस्तु, पूरयतु महोदय. तर्हि हेतोवासलक्षणस्य समन्वयः अनित्यत्व सामानादिकरण्य अभाववत् गगनम् इति दोषः यत्पदेन सङ्गृह्य तत्त्वम् अनित्यत्वसामानादिकरण्य अभाववत् गगनम् इति ज्ञाने अस्ति इति तस्य परामर्शप्रतिबन्धकत्वं तत्त्वं तस्मिन् पदार्थे अनित्यसामानादिकरण्य अभाववत् गगने अस्ति इति दोषरूपहेत्वभासलक्षणं लक्षणसमन्वयः. तर्हि अत्रापि समूह आलम्बनज्ञानस्य कल्पनं कल्पना न आवश्यका, आवश्यकी अस्ति. गगन एव अस्ति खलु, गगनमेव अस्ति. भवतु, तथापि समूहालम्बनं अनित्य अनित्यसमानाधिकरण्य अभाववत् गगनं गगनं च इति समूहालम्बनज्ञानम् एकज्ञानविषये अनित्यत्व इति लेखनीयम्. अनित्यत्व अनित्यत्वसमानाधिकरण्य अनित्यत्वसामानादिकरण्य इति लेखनं लेखनीयमासीत्. एकज्ञानविषयप्रकृता हेतुता अवच्छेदकं गगनं तद्वत्तं गगनं गगनत्वं गगनरूपप्रकृतहेतौ अस्ति इति दोषत्वात् गगनं दुष्टं हेतोभासः. उत्तमं, तर्हि अत्र अद्य समीचीनचिन्तनं जातं. त्रीणि त्रयः नूतनविषयाः अस्माभिः चिन्तिताः, केवलं पुनस्मारणार्थम् अहं वदामि, तदनन्तरं योजयिष्यामि. प्रथमं तु उदाहरणस्य लक्षणं, हेतुमत्वे सति साध्यवत्वम् उदाहरणत्वं भवति इति अस्माभिः अधीतं. तदनन्तरम् अप्रसिद्धत्वं नाम किम् इति चेत् तत्र अत्यन्त अभावं स्वीकृत्य अप्रसिद्धत्वं न वक्तव्यम् इति आगतम्. तृतीयं तु क्षम्यताम्, अन्योन्याभावं स्वीकृत्य, सत्यम्, अन्योन्याभावं स्वीकृत्य अप्रसिद्धत्वं न वक्तव्यम् इति आगतम्. तदनन्तरम् अन्तिममस्ति अत्र प्रसिद्ध उदाहरणे, प्रकृत उदाहरणे, शब्दः अनित्यः गगनात् इत्यत्र पक्षधर्मता न लब्धा इति कृत्वा अत्र हेत्वाभासः कल्पयितुं शक्यते, नो चेत् अन्वयसहचारः न लब्धः इति कृत्वा हेत्वाभासः, नो चेत् व्यतिरेकविचारः लब्धः इति कृत्वा. तर्हि सर्वे किं कुर्वन्तु, यदा समयः लभ्यते, केवलम् अभ्यासार्थम् अत्र पक्षधर्मता न सिद्धा इति कृत्वा तत्र प्रतिबन्धकज्ञानं कथं भवति इति विलिख्य तदनन्तरं दोषत्वं दुष्टत्वं सम्पादयन्तु. एवं व्यतिरेकविचारः लब्धः इति कृत्वा तत्र प्रतिबन्धकज्ञानं कथं भवति इति विचिन्त्य तदनन्तरं तत्र प्रतिबन्धकत्वं साधनीयं, दुष्टत्वं साधनीयं, तदेव गृहपाठः अस्ति. समीचीनम्, अस्तु, अत्र सगेन सर्वेभ्यो नमस्कारः, धन्यवादाश्च.